गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेशम् उदाय गुरुवन्दनम् बालानाम् सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषाम् सुस्वागतम्। अवशिष्टखण्डे स्मः, तत्र यथार्थज्ञानम् यथार्थ अनुभवः त्रिविधः, संशयः विपर्ययः तर्कभेदात्। एकस्मिन् धर्मिणि विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् संशयः इत्यत्र दलसार्थक्यम् अस्माभिः कृतम्। तत्र उदाहरणमासीत् यथा स्थाणुः वा पुरुषः वा इति। तर्हि अत्र सर्वं चिन्तितम्। इदानीम् अग्रे विपर्ययः नाम किम् इत्यत्र 332nd पेज् तत्र तृतीयः परिच्छेदः तर्कनिरूपणम् इति शीर्षकस्य पूर्वम् यः परिच्छेदः अस्ति विपर्ययं लक्षयति इति। अस्तु, सत्यभौम भगिनी। नमस्कारः महोदय। विपर्ययं लक्षयति मिथ्याज्ञानम् इति। अस्यापि निष्कृष्टलक्षणं अनुभवदैविध्य निरूपण अवसरे मूले उक्तमस्ति अस्माभिः व्याख्यातम् पुटसङ्ख्या 35 एकशतम् पञ्चत्रिंशत् अधिक एकशतं तत्र अवगन्तव्यम्। उदाहरणमपि तस्य पूर्वोक्तमेव स्मारयति यथा शुक्तौ इति। विपर्ययस्य लक्षणमुक्तमस्ति मिथ्याज्ञानम् इति। विपर्यज्ञानमस्ति अयथार्थज्ञानस्य एकविधः। तस्य इदानीम् उदाहरणम् दत्तमस्ति शुक्तौ। लक्षणं किमुक्तमासीत् यदस्माभिः पूर्वं पठितम्? अत्र तद् अभाववति तत्प्रकारको ज्ञानम् उत्तमं। तद् अभाववति तत्प्रकारकज्ञानं भ्रमज्ञानं मिथ्याज्ञानं। तर्हि तद् अभाववति तत्प्रकारकज्ञानं इति उदाहरणं स्वीकृत्य प्रतिपादयतु एतद् वाक्यम्। इदानीम् उदाहरणमस्ति शुक्तौ इदं रजतम् इत्युक्ते शुक्तौ इदं तद् अभाववति शुक्तौ तत्प्रकारकम् इत्युक्ते तत् इत्युक्ते किम्? तत् इत्युक्ते रजतम्। रजतत्व अभाववति अस्ति शुक्तौ शुक्ति रजतत्वं तत् इत्यनेन रजतत्वं न तु रजतम्। क्षम्यता, प्रकारकं रजतत्व अभाववति शुक्तौ इदं रजतम् इति ज्ञानम् अस्ति मिथ्याज्ञानम् इत्युक्ते रजतत्व तदभाववति तत्प्रकारकज्ञानम्। रजतत्व अभाववती शुक्तौ रजतत्वप्रकारकज्ञानं भ्रमज्ञानं। रजतत्वप्रकारकज्ञानं भ्रमज्ञानम् उत्तमम्। अस्तु, अग्रे अग्रे तर्कनिरूपणं। तर्कलक्षणमाह व्याप्यारोपेण इति इह अस्ति विस्तारेण मूले किमुक्तम् इति एकवारं पठतु। व्याप्यारोपेण व्यापक आरोपणः तर्कः इति। आरोपणः नास्ति, आरोपः तर्कः। व्याप्यारोपेण व्यापक आरोपः तर्कः। इह अस्ति विस्तारेण निरूपणीयम्। विचारेषि भवति कश्चित् वादी कश्चित् प्रतिवादी। सिद्धे अत्यन्तम् असिद्धे वा अर्थे न सः विचारः प्रवर्तते किन्तु सन्दिग्धे एषः संशेषः कस्य भवति न हि सः वादिनः प्रतिवादिनः वा प्रतिवादिनः वा भवति यदा दृष्टान्ते पर्वतः वह्निमान् इत्यत्र वह्निं साधयतः वादिनः वह्नि अभावं वा साधयतः साधयतः प्रतिवादिनः नास्ति संशयः वादि पर्वते वह्निमेव जानाति प्रतिवादी च वह्नि अभावमेव अतः कस्य एषः संशयः इति जागर्ति प्रश्नः अस्मिन् परिच्छेदे किमुक्तं प्रथमलक्षणम् उक्तमस्ति व्याप्य आरोपेण व्यापक आरोपः इति तदनन्तरं तद्विस्तारेण निरूपणीयम् विस्तारेण इति नास्ति विस्तरेण निरूपणीयम् इत्युक्ते इन् डीटेल् विचारे हि कश्चित् अत्र तर्कस्य विचारे इति चिन्तयामि विचारे किमपि विचारे यदा विचारः क्रियते तत्र वादिप्रतिवादिनोः मध्ये एव विचारः भवति सर्वदा अतः एव वेदान्तविचारे अपि पूर्वपक्षीसिद्धान्ति इति एतादृशरीत्या पाठः भवति विचारः नाम किम् इति चेत् एकः वादी भवति अन्यः प्रतिवादी भवति परन्तु यदा यः सम्भाषणमस्ति तदेव विचारः इति नाम इदानीं गुरुशिष्यः अस्ति चेत् तत्र उपदेशः इति वक्तव्यं वा संवादः संवादः गुरुशिष्ययोः मध्ये संवादः अत्र विचारः भवति वादिनः प्रतिवादिनोः मध्ये सिद्धे अत्यन्त असिद्धे अथवा अर्थे न एषः विचारः भवति परन्तु सन्दिग्धे एव यत्र संशयः अस्ति तत्र एव एषः विचारः भवति इति कुत्र न भवति सिद्धः यत्र ज्ञानम् अस्ति प्रत्यक्षेन्द्रियेण ज्ञातुं शक्यते तत्र न भवति यत्र अत्यन्त तादृशं केनापि इन्द्रियेण न ज्ञातुं शक्यते तादृशविषये अपि एषः तर्कः न भवति एषः विचारः न भवति इति न इत्युक्ते अत्र सिद्धे अत्यन्तम् असिद्धे वा अर्थे इत्युक्ते यत्र निश्चयात्मकज्ञानमस्ति घटः अस्ति इति निश्चयात्मकज्ञानमस्ति चेत् तस्मिन् विचारः न भवति घट अभावः अस्ति इति निश्चयात्मकज्ञानमस्ति चेत् न भवति विचारः निश्चयज्ञाने न भवति तदेव सिद्धः इति निश्चये सिद्धे अथवा अत्र सिद्धे इत्युक्ते अस्ति इति निश्चयः अथवा नास्ति इति निश्चयः तदेव असिद्धे इति सत्यम् इति वा अर्थे न स विचारः प्रवर्तते अस्तु अग्रे किन्तु सन्दिग्धे यत्र संशयः अस्ति तत्र एव एषः विचारः प्रवर्तते एषः संशयः कस्य भवति द्वितीयप्रश्नः एषः संशयः कस्य भवति इति तत्र उक्तमस्ति न हि वादिनः अथवा प्रतिवादिनः यतो हि यस् वादि किम् उक्तमस्ति अत्र वादि पर्वतः वह्निमान् इत्यत्र वादि किं साधयितुम् इच्छति तस्य ज्ञानमस्ति पर्वतः वह्निमान् इति एव अपि च प्रतिवादी किं वदति पर्वतः वह्नि अभाववान् अतः तस्य ज्ञानं वह्नि अभावः पर्वते अस्ति इति एव अतः कस्य अस्ति संशयः इति द्वयोः नास्ति तेषां निश्चयः अस्ति तेषां क्लेशः भवति इदानीं यः एतत् श्रूयते तस्य भवति इति चिन्तयामि यः न जानाति पर्वतः वह्निमान् अथवा वह्नि अभाववान् इति यस्य मनसि दृढता नास्ति तस्य किन्तु तद् उत्तरम् इदानीं प्रश्नः कः इति वदतु प्रथमम् कृष्णः पर्वतः एकः एव पर्वतः वह्निमान् अपि च वह्निम् अभाववान् कथं भवति इति प्रश्नः न इति नास्ति भगिनि अत्र पश्यतु अयथार्थज्ञानः अयथार्थ अनुभवः त्रिविधः इति उक्तं तत्र संशयः इति एकः विपर्ययः इति द्वितीयः तर्कः इति तृतीयः तद्बुद्धं हा तर्हि तर्कः कस्मिन् विषये भवति इति चेत् निश्चयात्मकज्ञाने निश्चयात्मके अर्थे न भवति वस्तु अस्ति अथवा नास्ति इति निश्चयः यत्र अस्ति तत्र तर्कः न भवति तर्हि सन्देहः भवेत् अस्ति वा नास्ति वा इति तादृशसन्देहः एकस्मिन् अस्ति चेत् एकस्मिन् पुरुषे अस्ति चेत् तस्य नाम तर्कः इति न भवति संशयः इति भवति खलु तर्हि तर्कः कदा जायते इति प्रश्नः निश्चयात्मकविषये तर्कः न जातुम् अर्हति संशयः अस्ति चेत् एकस्मिन् पुरुषे संशयः अस्ति चेत् स्वेन तर्कः न कर्तुं शक्यते संशयकोट्यां भवति तत् तर्हि प्रश्नः कः क्लेशः कः इति चेत् तर्कः तयोः मध्ये भवति इति चेत् वादिनी एकस्मिन् वादिनी निश्चयः अस्ति घटः वह्निः अस्ति पर्वते वह्निः अस्ति इति निश्चयः अस्ति प्रतिवादिनी पर्वतः वह्नि अभाववान् इति निश्चयः अस्ति तर्हि उभयत्र निश्चयः एव अस्ति न तु संशयः किन्तु निश्चयः अस्ति चेत् तत्र तर्कः न भवितुमर्हति इति कृत्वा अतः कस्य एषः संशयः इति जागर्ति प्रश्नः उदेति प्रश्नः संशयः अस्ति चेद् एव तर्कः भवति किन्तु स च संशयः वादिनी अपि नास्ति प्रतिवादिनी अपि नास्ति इति कृत्वा तर्कः कदा जायते इति प्रश्नः अवबुध्यते खलु सो दट् इस् दि प्राब्लम् हियर् अहम् एतादृश न चिन्तितवती इति एव अत्र लिखितमस्ति एषः संशयः कस्य भवति अत्र पश्यतु सिद्धे अत्यन्तम् असिद्धे वा अर्थे न स विचारः प्रवर्तते तर्कः न प्रवर्तते कीदृशविषये प्रवर्तते सन्दिग्धात्मकविषये प्रवर्तते यत्र सन्देहः अस्ति अस्ति वा नास्ति वा इति किन्तु तादृशसन्देहः वादिनी अपि न भवति प्रतिवादिनी अपि न भवति उभयत्र निश्चयात्मकज्ञानमेव अस्ति तर्हि कस्य एषः संशयः इति जागर्ति प्रश्नः उदेति प्रश्नः अस्तु अग्रे तत्र उच्यते वादि प्रतिवादिभ्यां स्वनिश्चय अनुरोधेन वाक्यप्रयोगः क्रियते कश्चित् पर्वतः वनिमान् इति अपरः पर्वतः वह्नि अभाववान् इति प्रयुङ्क्ते इदं च वाक्यद्वयं विरोधार्थबोधकमेव विप्रतिपत्ति इत्युच्यते ताभ्यां वाक्याभ्यां शब्दबोधबोधोत्तरं श्रोतुः मध्यस्थस्य एषः संशयः उत्पद्यते पर्वतः वनिमान् न वा एतादृशसंशयः आत्मनि अस्ति इति ज्ञापनाय मध्यस्थेन वाक्यम् उच्यते पर्वतः वनिमान् न वा तत्र उच्यते चेत् एषः संशयः इति जागर्ति प्रश्नः उत्तरं किम्? अतः कस्य एषः संशयः इति जागर्ति प्रश्नः, तर्हि प्रश्नस्य उत्तरं किम्? तत्र वादिप्रतिवादे प्रतिवादीभ्यः स्वस्वनिश्चय अनुरोधेन अत्र श्रोतुः यः श्रोतुः यः अस्ति तस्य अस्मिन् परिच्छेदे श्रोतुः इति न उक्तं, तस्मिन् स्थाने मध्यस्थः इति उक्तम्। मध्यस्थे संशयः जायते, मध्यस्थे तावदेव मध्यस्थस्य एषः संशयः उत्पद्यते। उत्तमम्। अपि च विप्रतिपत्तिः नाम किम्? विप्रतिपत्तिः इत्युक्ते इदानीं पर्वतः वनिमान् इति एकं वाक्यमस्ति, पर्वतः वनिमान् इति द्वितीयवाक्यमस्ति, तयोः मध्ये अर्थविरोधः अस्ति, तदेव विप्रतिपत्तिः इति उच्यते। तर्हि विप्रतिपत्तिः कस्य अथवा कयोः भवति? भाव अभावयोः इति वक्तुं विरोधार्थः अस्ति। सर्वं वदति चेत् यत्र विरोधः अस्ति तत्र न, कयोः मध्ये विप्रतिपत्तिः भवति इति प्रश्नः। विप्रतिपत्तिः नाम अपोसिशन्, कयोः मध्ये अपोसिशन् भवति इति प्रश्नः। भाव अभावयोः तादृशं नास्ति अत्र। किं लिखितमस्ति तत् पठित्वा वदतु। इदानीं वाक्यद्वयं विरुद्ध अर्थबोधकमेव विप्रतिपत्तिः इति उच्यते, ताभ्यां वाक्याभ्यां शब्दबोध उत्तरं विरुद्ध अर्थयोः मध्ये विप्रतिपत्तिः इति। विरुद्ध अर्थयोः मध्ये विरोधः इति न, विप्रतिपत्तिः इति नास्ति, विरुद्ध अर्थस्य इति नास्ति। यत्र विरुद्धज्ञानमस्ति तदेव विप्रतिपत्तिः भगिनी। इदं च इति आरभ्य एकवारं पठतु। इदं च वाक्यद्वयं विरुद्धार्थबोधकमेव विप्रतिपत्तिः इति। तर्हि अत्र अत्रैव उत्तरमस्ति, विरुद्ध अर्थबोधकम् इति, विरुद्धार्थबोधकवाक्ययोः मध्ये विप्रतिपत्तिः, विरुद्ध अर्थबोधकवाक्यं तावत् वाक्ययोः, वाक्यद्वयमस्ति खलु, तर्हि विरुद्धार्थ विरुद्धार्थबोधकवाक्ययोः मध्ये विप्रतिपत्तिः, अर्थयोः मध्ये विप्रतिपत्तिः नास्ति। वादिनी विप्रतिपदिः नास्ति, प्रतिवादिनी अपि विप्रतिपदिः नास्ति, वाक्यद्वयोः विरुद्धार्थबोधकवाक्यद्वयोः मध्ये विप्रतिपत्तिः। दि अपोसिशन् इस् बिट्वीन् टु सेण्टेन्सेस् विच् स्पीक्स् आफ् दि आपोसिट्। वन् सेण्टेन्स् सेस् पर्वतः वन्यमान्, अन्यद् वाक्यं वदति पर्वतः वन्य अभाववान् इति विरुद्धार्थं बोधयति वाक्यद्वयमपि, तर्हि अनयोः वाक्यद्वयोः मध्ये विप्रतिपत्तिः, सङ्घर्षः, फैट्, अपोजिशन्। अस्तु, अवगच्छति खलु? अवगच्छामि, अवगच्छामि। तर्हि अस्तु भवतु। अग्रे रमेश महोदय पठति किम् अग्रिम पङ्क्ति? कुत्र महोदय? ताभ्यां वाक्याभ्याम् इति तदा तदा आरभ्य तदा वादी तत् निवारणाय वह्नि साधनाय च हेतुं निर्दिशति धूमादि धूमात् इति वाक्येन यस्मात् पर्वतः धूमवान् तस्मात् वह्निमान् इति इह प्रतिवादी अप्रयोजकशङ्कां प्रकटयति अप्रयोजकः असाधकः इत्यर्थः धूमः वह्नेः असाधकः इति तद् आशयः सम्प्रदाये तादृशप्रयोजकशङ्कानिर्दिशकवाक्यं भवति हेतुः अस्तु साध्यं मास्तु इत्येवं रूपं शङ्कानिदर्शकवाक्यं शङ्कानिदर्शकवाक्यं हा शङ्कानिदर्शकवाक्यं भवति हेतुः अस्तु साध्यं मास्तु इति एवं रूपं तर्हि वादिनी अपि संशयः नास्ति प्रतिवादिनी अपि संशयः नास्ति श्रोतुः मध्यस्थः यः अस्ति तस्मिन् संशयः जातः इदानीम् अग्रे तदा तदा संशयनिवारणाय तर्हि वा निवारणाय वह्निसाधनाय च हेतुं निर्दिश्यति वादी तर्हि वादी वदति यः हेतुः अस्ति यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति तर्हि हेतो तर्हि वह्निः साधयति पर्वते वह्निः अस्ति इति साधयति तत्र प्रतिवादिः अप्रयोजकशङ्कां प्रकटयति तर्हि अप्रयोजकः इत्युक्ते असाधकः इति सः वदति तत् तस्य साधनं न भवति इति किं धूमे धूमः वह्नेः असाधकः इत्युक्ते यत्र वह्निः अस्ति तत्र यत्र धूमः अस्ति तत्र वह्निः अपि भवेत् इति न वा महोदय तदेव वा सत्यम् असाधकः इत्युक्ते हेतुः इति अहेतुः इति साधकः इत्युक्ते हेतुः असाधकः इत्युक्ते अहेतुः तर्हि वादी वदति धूमः इति हेतुः अस्ति तेन पर्वतः वह्निमान् इति अस्माभिः ज्ञातुं शक्यते इति वादी वदति तर्हि प्रतिवादी किं वदति यद् यः हेतुः भवता उक्तं तद् असमीचीनम् धूमः वह्नेः असाधकः हेतुः नास्ति इति आक्षिपति प्रतिवादी सम्प्रदाये सम्प्रदाये तादृशप्रयोजक प्रयोजशङ्का प्रयोजक प्रयोजकशङ्का सम्प्रदाये तादृश अप्रयोजक तादृश अप्रयोजकशङ्का अप्रयोजकशङ्का निदर्शकवाक्यं तर्हि भवति हेतुः अस्तु तर्हि प्रतिवादी किं वदति हेतुः अस्ति तद् सः अङ्गीकरोति परन्तु हेतुः हेतुः अस्ति इति वक्तव्यं वा हेतुः हा हेतुः अस्तु इत्युक्ते हेतुः प्रत्यक्षेण दृश्यते खलु इति कृत्वा प्रतिवादी वदति हेतुः अस्तु किन्तु साध्यं मास्तु इत्युक्ते हेतुसाध्ययोः मध्ये व्याप्यव्यापकभावः नास्ति व्याप्तिः नास्ति इति सः आक्षिपति तर्हि एवं भवति इदानीं मध्यस्थे वाक्यद्वयं विरोधार्थबोधकवाक्यद्वयं श्रुत्वा अत्र संशयः जातः कः संशयः पर्वतः वह्निमान् वा न वा इति तर्हि सः पृच्छति मध्यस्थः पृच्छति वह्निमान् पर्वतः वह्निमान् वा न वा इति पृच्छति तर्हि वादी वदति धूमात् इति उक्त्वा यस्मात् पर्वतः धूमवान् तस्मात् पर्वतः वह्निमान् इति वादी वदति. तत् श्रुत्वा प्रतिवादी वदति भवतु पर्वतः धूमवान् भवतु, किन्तु धूमवान् अस्ति चेत् सः वह्निमान् भवेदेव इति नियमः नास्ति इति सः आक्षिपति. इत्युक्ते व्याप्तिः नास्ति इति सः वदति केवलं, किन्तु तेनापि निरूपणीयं भवति. अस्तु अग्रे महोदय. प्रकृते अपि प्रतिवादी ब्रूयात् अस्तु पर्वते धूमः मास्तु च वह्निः इति. यः खलु हेतुः व्याप्तिमान् पक्षधर्मतावान् च भवति सः भवति साधकः इति असकृत् आवेदितम्. प्रतिपादी यदा हेतुः अस्तु साध्यं मास्तु इति शङ्कते तदा सः व्याप्तिसंशयम् एव दर्शयति. साध्यं मास्तु इति अस्य साध्य अभावः पक्षे स्यात् इत्यर्थः फलति. तत्र हेतुः अस्तु इति उक्तौ साध्य अभाववती हेतोः वृत्तित्वम् उक्तं भवति. तत्र हेतुः अस्तु इति उक्तौ साध्य अभाववती हेतोः वृत्तित्वम् उक्तं भवति. एतदेव हि साधारण्यं हेत्वभासप्रकरण उक्तम् हेतोः यत् साध्यभाववति वृत्तित्वम्. एवं च प्रतिवादिना हेतौ व्यभिचारशङ्का एव उद्भाविता. तर्हि तत्र यद् मूलमस्ति तद् अन्तिमपङ्क्ति अस्ति. प्रतिवादिना हेतौ व्यभिचारशङ्का एव उद्भाविता इति. तर्हि यत्र धूमः अस्ति तत्र वह्निः अस्ति इति न वक्तुं शक्यते इति एव सः वदति. सत्यं व्याप्तिम् आशङ्क्य व्याप्तिः नास्ति इति उक्त्वा केवलं तावद् न वदति. तस्मादुपरि सः किं वदति, धूमः अस्ति चेत् वह्निः तत्र भवेत् इति नियमेन नास्ति इति तु सत्यं. किमर्थम् इति चेत् धूमवन्योः मध्ये व्याप्तिः नास्ति इति उक्त्वा तर्हि सः किं वदति, धूमः तु अस्ति किन्तु तत्र वह्नि अभावः एव अस्ति इति व्यभिचारः एव तत्र दृश्यते. धूमं प्रत्यक्षेण अहं गृह्णामि किन्तु वह्निः तत्र नास्ति इति सः वदति. अस्तु तर्हि कुत्र इदानीं शङ्का उद्भाविता इति चेत् व्याप्तौ शङ्का उत्पादिता. धूमवन्योः मध्ये व्याप्तिः यदस्ति तत्र साध्य अभाववत् आवृत्तित्वम् इति एव व्याप्तेः लक्षणम् अस्माभिः पठितं खलु. इदानीं हेतु पूर्व प्रतिवादी किं वदति, साध्य अभाववती वृत्तित्वं हेतोः वृत्तित्वम् इति कृत्वा व्याप्तिः नास्ति. अतः एषः हेतु आभासः एव, वास्तविकी हेतुः नास्ति इति आक्षिपति. अस्तु अग्रे. तां शङ्कां वारयितुं वादी यदि पर्वते वह्नि अभावः स्यात् तर्हि धूम अभावः स्यात् इति ब्रवीति. परन्तु एतत् प्रयोगात् पूर्वं तस्य कश्चन ग्रहः ज्ञानम् उदेति इति वक्तव्यम्. यतो हि अर्थम् अजानानः कथं वाक्यमुच्चारयेत्. स च ग्रहः वादिनः जायमानः भ्रमात्मको भवति स एव च तर्कः इत्युच्यते. तर्हि यत् व्याप्यशङ्का उद्भाविता भवति तस्य वारयितुं वादिः यदि पर्वते वह्नि अभावः यदि पर्वते वह्निः नास्ति तर्हि स्यात् तर्हि धूमभावः स्यात् इति यदि वदति तत् प्रयोगात् तर्हि अत्र अत्र कीदृश यदि पर्वते वह्नि अभावः स्यात् तर्हि धूमभावः स्यात् इति वाक्ये सः व्याप्तिः उक्तः कीदृशव्याप्तिः उक्तः अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः हा तदेव प्रश्नः तर्हि पूर्वं वादिना अन्वयव्याप्तिः उक्ता तस्य तत्र आक्षेपः कृतः प्रतिवादिना पूर्वं वादिना किमुक्तं यत्र यत्र वह्निः तत्र तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वादी वादिना उक्तं तत् श्रुत्वा नास्ति अतः एषः हेत्वाभासः इति सः वदति तर्हि इदानीं व्यतिरेकव्याप्तिं प्रयुज्य वादी वदति यदि पर्वते वह्नि अभावः स्यात् तर्हि धूमाभावः स्यात् यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिं वदति प्रतिवादी अस्तु अग्रे महोदय परन्तु एतत् प्रयोगात् पूर्वं तस्य कश्चन ग्रहः ज्ञानम् उदेति इति वक्तव्यं तत् न बुद्धं कश्चन ग्रहः ग्रहः इत्युक्ते ज्ञानम् इति एव अर्थः ओ कश्चन ज्ञानं भवेत् इति एतत् प्रयोगात् पूर्वं तर्हि एतत् प्रयोगात् पूर्वम् इत्युक्ते व्यतिरेकवाक्यप्रयोगात् पूर्वं तस्य इत्युक्ते वादिनः कश्चन ग्रहः कश्चन ज्ञानं भवेत् इति यतोहि अर्थम् अजाननः कथं वाक्यम् उच्चारयेत् तर्हि वाक्य उच्चारणं पूर्वं तस्य अर्थं मनसि भवेत् इति हा ज्ञानं विना वाक्यं न उच्चारयितुं शक्यते खलु स च ग्रहः वादिनः स च ग्रहः वादिनः जायमानः भ्रमात्मकः भवति किमर्थं भ्रमात्मकः भवति तद् न बुद्धं महोदय स च अग्रे अग्रे वक्ष्यते अत्र केवलम् उपोद्घातेन यदि पर्वते वह्नि अभावः स्यात् तर्हि धूमाभावः स्यात् इति वादिना यदुक्तम् तद् ज्ञात्वा एव सः वदति व्यतिरेकव्याप्तिं ज्ञात्वा एव एतादृशवाक्यम् उक्तं खलु तर्हि तत्र स च ग्रहः इत्युक्ते ज्ञानं वादिनः जायमानः भ्रमात्मकः भवति इति उपोद्घातरूप तत्र इतोपि किञ्चित् अवगन्तव्यमस्ति स एव तर्कः इत्युच्यते तर्कः नाम किम् इति चेत् एषः एव तर्कः एतावत्पर्यन्तं यद् चिन्तितं तत् तर्कः नास्ति एतावत्पर्यन्तं किं निरूपितम् अत्र प्रथमं संशयः भवेत् स च संशयः वादिनी अथवा प्रतिवादिनी न भवितुमर्हति तर्हि श्रोतुः श्रोतौ मध्यस्थे एव तादृशसंशयः भवेत् तदा सः पृच्छति मध्यस्थः पृच्छति पर्वतः वह्निमान् न वा इति पृच्छति इति एतत् सर्वं तर्केन अन्तर्भूतं तर्हि तद्वाक्यं संशयात्मकवाक्यं श्रुत्वा वादी प्रथमम् अन्वयव्याप्तिं वदति यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् अतः इदानीं पर्वते धूमः साक्षात् दृश्यते इति कृत्वा पर्वतः वह्निमान् इति वदति एतदपि तर्कः नास्ति तत् श्रुत्वा प्रतिवादी वदति भोः अत्र यद् हेतुः भवता उक्तः तत् असाधकः एव इत्युक्ते हेतु आभासः एव इति निराकरोति. एतद् निराकरणमपि तर्कः नास्ति. तदनन्तरं प्रतिवादिनं श्रुत्वा इदानीं व्यतिरेकव्याप्तिं वदति कः वादी. किं वदति? यदि पर्वते वन्य अभावः स्यात् तर्हि धूमाभावः अपि स्यात् इति सः वदति. तद्वाक्यं पूर्वज्ञानं विना, व्यतिरेकव्याप्तेः ज्ञानं विना एतादृशवाक्यं वादिना न वक्तुं शक्यते. तर्हि तादृशज्ञानं स च ग्रहः वादिनः जायमानः भ्रमात्मकः भवति इति उक्तं. तत्र भ्रमात्मकं कथं भवति? वस्तुतः अत्र भ्रमात्मकं नास्ति, निश्चयात्मकम् अपि च प्रमात्मकमेव अस्ति. यदि पर्वतः वन्य अभावः स्यात् तर्हि धूमाभावः स्यात् इति व्यतिरेकव्याप्तिज्ञानं प्रमात्मकमेव. किन्तु अत्र ग्रन्थकारेण किमुक्तं? स च ग्रहः ज्ञानं वादिनः ज्ञानं यद्ग्रहः जायमानः अस्ति सः भ्रमात्मकः भवति. स च एव तर्कः इत्युक्ते व्यतिरेकव्याप्तिबोधकज्ञानं, व्यतिरेकव्याप्तिबोधकवाक्यं किमपि ज्ञानमपेक्षते तज्ज्ञानमेव तर्कः इति सः वदति. यदि तावदेव उक्तं तत्र क्लेशः नास्ति. किन्तु तद् भ्रमात्मकः इति उक्तं, तत् किमर्थम् उक्तम् इति अग्रे पश्येम. अस्तु सत्यभौम भगिनी अग्रे पठति वा? किं विषयकः? आं महोदय. किं विषयकः पुनः एषः भ्रमः इति प्रश्नः. पर्वते धूमाभावविषयकः, पर्वतः धूमाभाववान् इति आकारकः भ्रमः वादिनः उत्पद्यते. कथं वादिनः पर्वतः धूमवान् इति निश्चयवतः पर्वतः धूमाभाववान् इति निश्चयः भवितुमर्हति? धूमाभावता निश्चयस्य तदभावता निश्चयमुद्रेया विरोधिनः तदात्मनि सत्त्वात् इति चेत् उच्यते. सत्यम् अस्ति वादिनः धूमभाव अभावता निश्चयः भवति च सः अन्यत्र धूमभावता निश्चयं प्रति प्रतिबन्धकः. प्रकृते तु वादिनः सः निश्चयः इच्छाजन्यः आहार्यः इत्युच्यते. तस्य उत्पत्तिक्रमं शास्त्रे इत्थं वर्णयन्ति. वादिनः धूमवता निश्चयः चैत्रक्षणे, ततः पर्वतः धूमाभावता निश्चयः मे भूयात् इति इच्छा. अनया च इच्छया बाधाज्ञानस्य प्रतिबन्धकतायाः विघटनं भवति. ततः प्रतिबन्धकाभावात् पर्वतः धूमाभाववान् इति निश्चयः उत्पद्यते. पूर्वं निश्चयात्मकः कस्मिन् न्याये भ्रमात्मकं भवति इति उक्तं. वादिनः मनसि आत्मनि इदानीं भ्रमात्मकः भ्रमाज्ञानं भवति. एषः कथम् इति, तस्य मनसि निश्चयज्ञानमस्ति पर्वतः वह्निमान् अस्ति इति. अत्र यत्र तस्य अन्यव्याप्तिज्ञानमपि अस्ति, व्यतिरेकव्याप्तिज्ञानमपि अस्ति, परन्तु इदानीं प्रतिवादी वदति धूमः भवतु परन्तु वह्निः नास्ति इति. तत्र पक्षे हेतुः अस्ति परन्तु साध्यं नास्ति इति. अतः भ्रमः. अतः भ्रमः कथं जायते? तस्य मनसि तादृशज्ञानं नास्ति खलु, तस्य मनसि स्पष्टता अस्ति. यतो भ्रमः कुत्र अस्ति? भ्रमः कस्मिन् जायते? एतत् वाक्यं श्रुत्वा एव खलु कस्मिन् जायते कथं जायते इति प्रश्नः नास्ति भ्रमात्मकज्ञानं कस्मिन् जायते वादिनः आत्मनि नास्ति वा तादृशं चिन्तयति हा वादिनी जायते इति वक्तव्यं वादिनी वादिनी भ्रमात्मकज्ञानं कथं जायते तस्मिन् निश्चयः एव अस्ति खलु निश्चयः अस्ति परन्तु इदानीं भ्रमात्मकज्ञानं कथं वा स्यात् तत् न भवति किन्तु एतत् श्रुत्वा इदानीं तर्कः तस्मिन् विषये तादृशं न भवति इति न भगिनि अत्र डोण्ट् ब्रिङ्ग् इन् न्यू वर्ड्स् भवती इदानीं किम् उक्तवती वादिनी भ्रमात्मकज्ञानं जायते प्रतिवादिनं श्रुत्वा वादिनी भ्रमात्मकं ज्ञानं जायते इति भवत्या उक्तम् तत् कथम् इति निरूपयतु निश्चयमेव अस्ति खलु निश्चयमेव अस्ति तर्हि कथं वा भ्रमात्मकज्ञानं जायते इदानीं किं प्रतिवादी वदति खलु अत्र यत्र धूमः अस्ति परन्तु धूमः भवतु परन्तु वह्निः नास्ति इति तत् श्रुत्वा किं जातम् तदेव भ्रमस्य कारणं खलु तादृशं थिङ्किङ्ग् टु सूपर्फिशियल् अस्तु इदानीं प्रतिवादिना किमुक्तं यद् हेतुः भवता उक्तं तत् हेत्वाभासः एव भवतु पर्वते धूमः भवतु किन्तु स च धूमः असाधकः अस्ति इति एव प्रतिवादिना उक्तं तत् श्रुत्वा वादिनी किं जायते भ्रमः जायते भ्रमः भ्रमस्य आकारः कः तद् अभाववति तत् प्रकारकः न लक्षणम् आकारः इत्युक्ते लक्षणम् इति नास्ति साध्य अभाववत् इत्युक्ते ज्ञानस्य आकारः इत्युक्ते किं ज्ञानं जायते इति वर्णयतु पर्वतः वह्नि अभाववान् इति धूमात् केवलं प्रतिवादिनं श्रुत्वा वादिनी एतादृशभ्रमात्मकं ज्ञानं जायते इति वक्तुम् उचितं वा न उचितं तर्हि अस्य कारणं वक्तव्यं हा किमर्थम् एतादृशं चिन्तनम् इति चिन्तनीयम् अत्र भवत्याः पार्श्वे पुस्तकमस्ति इति भवती निश्चयेन जानाति यदि केवलम् अहं वदामि भवत्याः पार्श्वे पुस्तकं नास्ति इति यदि अहं वदामि इदानीं पुस्तकं नास्ति इति भ्रमः भवती जायते किम् न जायते मम पुरतः जायते खलु किन्तु जायते इति वक्तव्यम् किमर्थं वक्तव्यम् तदेव अत्र अस्तु एतदेव उदाहरणं समीचीन उदाहरणमस्ति अहं वदामि इदानीं भवतः पुरतः पुस्तकमस्ति पुस्तकमस्ति इति भवती जानाति अहं वदामि भवत्याः कृते पुस्तकं नास्ति इति अहं वदामि तत् श्रुत्वा भवती किं वदति मम पुरतः पुस्तकम् अस्ति अहं प्रत्यक्षेन इदानीं पश्यति मम ज्ञानम् अस्ति तदेव अहं निराकरोमि भवती अत्र किम् अनृतं वदति भवत्याः कृते पुस्तकं नास्ति इति अहं वदामि पुनः तस्य अत्र अतः तस्य निरूपणं करणीयं सम्भाषणं करोति. इदानीमहं भवती भवत्याः कृते पुस्तकं नास्ति इति अहं वदामि. अहं मम पुस्तकम् अस्ति इति मम प्रदर्शयितुं शक्यते खलु, मम पुस्तकम् अहं पठितुं शक्यते, अतः अस्य विवरणं दातुं शक्यते अस्ति इति. नौ यु हव् स्टार्टेड् थिङ्किङ्ग् करेक्ट्लि. तर्हि प्रथमम् अहं वदामि भवत्याः कृते पुस्तकं नास्ति इति. भवती वदति न पुस्तकमस्ति एव, अहं प्रत्यक्षेन पश्यामि. अहं पुनः वदामि न न, यद् भवत्या दृश्यते तद् दोषाय भवत्याः चक्षुषि क्लेशः वर्तते, पुस्तकमेव नास्ति इति अहं वदामि. तर्हि पुस्तकम् अस्ति इति निरूपणीयं भवत्या. तत् कथं करोति? तत् स्वीकृत्य इदानीम् अहं पठितुं शक्यते अथवा विवरणं कीदृशस्वरूपम् इति वक्तुं शक्यते अस्य. भवती भवती मां प्रति एकं प्रश्नं भवत्या प्रष्टव्यमस्ति. स च प्रश्नः कः? यु हाव् टु क्वश्चिन् मी नौ. इट् इस् नाट् देर् अद् देट् यु हाव् टु प्रूव्. यु हाव् टु आस्क् मी अ क्वश्चन्. प्लीस् आस्क् मी अ क्वश्चन्. पुस्तकस्य अभावः इति कथं भवान् ज्ञातुं वदति इति इति नास्ति. तादृशप्रश्नः करोति चेत् केवलं वितण्डावादः भवति. ओ खलु, इफ् ऐ एम् टेलिङ्ग् यू यू डोण्ट् हाव् अ बुक् अण्ड् यू टेल् मी यू हाव् अ बुक् अण्ड् इफ् ऐ एम् टेलिङ्ग् यू नो यू डोण्ट् हाव् अ बुक् अण्ड् इफ् यु आस्क् मी यू प्रूव् टु मी दट् यू डोण्ट् हाव् अ बुक् देन् यु बि नो एण्ड् टु दिस् कान्वर्सेशन्. ओके देन् भवत्या किं प्रष्टव्यं येन मया अवगन्तुं शक्यते भवत्याः कृते पुस्तकमस्ति इति मया अवगन्तव्यम्. तर्हि भवत्या तादृशप्रश्नः करणीयः येन मया अवगन्तुं शक्यते भवत्याः कृते पुस्तकमस्ति इति. स च प्रश्नः कः? वाट् इस् द क्वश्चन् यु विल् आस्क् मी? सदृश उदाहरणं वक्तव्यं यत्र यदा लैक् उदाहरण अन्यत् अस्मिन्नेव सन्दर्भे. नौ वि आर् हविङ्ग् अ कान्वर्सेशन्. ऐ एम् अक्यूसिङ्ग् यू दट् यु आर् नाट् कम् यु हव् कम् टु द क्लास् वितौट् अ बुक्. ओके सो इदानीम् अहं पुस्तकम् उद्घाट्य पठति चेत् भवान् ज्ञातुं शक्यते मम हस्ते पुस्तकम् अस्ति इति. न, भवती केवलम् एवमेव अत्र मनसि संस्थापनं सर्वं कण्ठस्थीकृत्वा भवती पठति इति. तर्हि तत्र किं करोति? रमेश महोदय वदतु, भवतः चिन्तनं कथमस्ति इति ज्ञातुमिच्छामि. वाट् इस् द क्वश्चन् दट् सत्यभामा भगिनी शुड् आस्क् मी? यदि मम समीपे पुस्तकं नास्ति तर्हि कथं पठितुं शक्यते इति अहं पठामि. ब्यूटिफुल् इति एव प्रष्टव्यं खलु प्रश्नः. नौ ऐ एम् अक्यूसिङ्ग् यू सेङ्ग् दट् यु डोण्ट् हाव् द बुक् इन् फ्रण्ट् आफ् यू. सो इन् आर्डर् टु डिस्मिस् मै अक्यूसेशन् यु हाव् टु आस्क् मी इफ् ऐ डोण्ट् हाव् द बुक् इन् फ्रण्ट् आफ् मी हौ एम् ऐ एबल् टु स्टडि. Is the question you should ask, right? Katham maya padithum shakyate iti. Yadi pustakam na syat, tari katham va maya pathyate. Iti bhavatya prashtavyam, kalu bhavati tadashimeva prashtam karoti. Kalu? So, eva meva, एवमेव वादी अपि वदति यदि पर्वते वन्य अभावः स्यात् तर्हि तत्र धूम अभावः स्यात् किन्तु धूमः दृश्यते तत् कथम् इति सः पृच्छति. अवगच्छति खलु? आम् अवगच्छामि. अस्तु, सो नौ यु सी वेन् यु आर् आस्किङ्ग् मी अ क्वश्चिन् लैक् दिस् नौ ऐ हेव् अक्यूस्ड् यू आफ् नाट् ब्रिङ्गिङ्ग् द बुक् टु द क्लास्. In order to convince me, you are asking me, if I don't have the book, how am I able to read? Now, on what basis did you ask this question? Is the point here? Okay. Supposing, you have the book in front of you. You know that the book is there. There is no doubt in you. भवत्याः कृते निश्चयः एव अस्ति, मयि पुस्तकमस्ति इति निश्चयात्मकज्ञानमस्ति. बट् सपोसिङ्ग् इफ् यु आर् अब्सुल्यूट्लि श्योर् अण्ड् इफ् यु हेव् नो रेस्पेक्ट् फार् मी इफ् ऐ टेल् यू दट् यु डोण्ट् हेव् द बुक् यु जस्ट् कम्प्लीट्लि इग्नोर् मी, यु विल् नाट् इवन् आस्क् दिस् क्वश्चन्. यदि पुस्तकं नास्ति तर्हि कथं वा मया पठ्यते इति प्रश्नमपि भवती न पृच्छति खलु. यु वोण्ट् इवन् फील् द नीड् टु प्रूव् एनिथिङ्ग् टु मी बिकास् यु विल् थिङ्क् ऐ एम् एन् इडियट्, ऐ एम् मेकिङ्ग् फाल्स् अक्यूसेशन्स्, यु विल् डिस्मिस् मी अण्ड् गो. बट् यु आर् नाट् डिस्मिसिङ्ग् मी, यु आर् ट्रैङ्ग् टु प्रूव् टु मी दट् यु हाव् द बुक् by asking me a counter question. Now the point is, in order for you to ask this counter question, idanim bhavatya kim prishtam, yadi mama parshve pustakam nasti tarhi katham va maya pathyate iti prashnah katham bhavatya kartum shakyate. It is not like you have doubt yourself. You have absolute knowledge that there is book in front of you. So pustakam asti chet so you have absolutely clear knowledge that there is book in front of you. But you are asking me a question in order to make me understand or prove to me that there is a book in front of you. In order to ask me that question, you have to assume something. That, oh, Mr. Sugavanam thinks that there is no book in front of me, so let me think that there is actually no book in front of me. After having thought that there is no book in front of me, how do I convince him that there is a book? So you have made some assumption, right? There is no book in me, in front of me. This is what Mr. Sugavanam says. Now I am assuming, I am buying into that argument. If you don't buy into that argument, there is no need for you to cross question or prove anything to me. Tarhi mama vakyam shrutva bhavatyaha krite pustakam nasti iti vakyam shrutva bhavatu. तर्हि इदानीं मम पार्श्वे पुस्तकं नास्ति इति अहं मन्ये. तर्हि मत्वा इदानीं शुकवनमहोदयं मया निरूपणीयमस्ति पुस्तकमस्ति. तदर्थं कीदृशप्रश्नः क्रियते? यदि पुस्तकं नास्ति तर्हि कथं वा मया पठ्यते इति. तदेव अत्र उक्तम्. अत्र भ्रमात्मकज्ञानम् इत्युक्ते वास्तविकज्ञानं नास्ति. अत्र अतः एव आहार्यः प्रकृते तु वादिनः सः निश्चयः इच्छाजन्यः आहार्यः. तत्र भ्रमात्मकज्ञानं यदस्ति तद् आहार्यज्ञानम्. इच्छाजन्यः अस्ति, इच्छाजन्यमस्ति तद् ज्ञानम्. डिसैर् टु प्रूव् टु मी दट् यु हाव् अ बुक्. तदेव आहार्यः इति उच्यते वा? ओके, अदर्वैस् यु विल् नाट् इवन् हाव् अ डिस्कशन् वित् मी बिकास् इन् यु आर् वेरि क्लियर् दर् इस् अ बुक् इन् मी. यु विल् इफ् ऐ जस्ट् अक्यूस् यु आफ् नाट् ब्रिङ्गिङ्ग् द बुक् टु द क्लास् यु विल् बि कम्प्लीट्लि डिस्मिसिव् आफ् मी. normally. But because you have some respect for me and you feel compelled to prove to me that you have the book, therefore you are out of your own desire, you are now creating a pratibandha as it were to the nishchayatmaka jnana. Because for the person who has got nishchayatmaka jnana, he will not even get into discussion. Correct? So even though you have nishchayatmaka jnanam, that you have the book in front of you, you have to somehow create an obstacle to that nishchayatmaka jnanam so that you become condescending enough to have a discussion with me. Tadeva icchajanya aharya astu idanim bhavati patatu arambatah kim vishekah punaha eshah brahmah kim vishekah punaha eshah brahmah eshah brahmah parvade thoma abhava vishekah पर्वतः धूम अभाववान् इति आकारकः भ्रमः वादिनः उत्पद्यते कथं वादिनः एकनिमिषम् पर्वतः धूम अभाववान् इति आकारकः भ्रमः वादिनः उत्पद्यते किन्तु उत्पादनस्य कार्यं कारणं किम् एषः तर्कः निरूपणीयः इति कृत्वा न न कारणं किम् एतादृशभ्रमः प्रतिवादी प्रतिवादिनः वादं श्रुत्वा नास्ति प्रतिवादिनः वादं श्रुत्वा मयि भ्रमः जायते इति न वक्तुं शक्यते परन्तु अत्र ऐ एम् टेलिङ्ग् यू दट् यु डोण्ट् हेव् अ बुक् आन् हियरिङ्ग् मै आन् हियरिङ्ग् मै वर्ड्स् you are not confused that you have a book, you don't have a book, or you don't believe that you have a book. Tari tatra karanam kim idani meve asmabhi chintita ichcha janyah iti uktam aharya ah ichcha eva karanam ichcha okay ha iti parvata dhuma bhavan iti akarah brahmah vadina utpade tasya karanam kim ichcha okay out of his own interest he is tarka ha vakyam prativadinah vakyam shrutva brahmah jayate iti nasti prativadinah vakyam shrutva tadanivapi nischayatmaka gyanam vadini vartate eva kintu tatra idaniyam maya tarkah karaniyah nirupaniyah prativadinam मया निरूपणीयः अस्ति पुस्तकमस्ति इति निरूपणीयः अस्ति इति कृत्वा अत्र इच्छा जायते तया इच्छया अत्र पर्वतः धूम अभाववान् इति आकारकः भ्रमः वादिनी उत्पद्यते अग्रे कथं वादिनः पर्वतः धूमवान् इति निश्चयवतः पर्वतः धूम अभाववान् इति निश्चयः भवितुम् अर्हति नाट् पासिबल् अस्तु अग्रे धूमवत्ता निश्चयस्य तद् अभाववत्ता निश्चयमुद्रया विरोधिनः तद् आत्मनि सत्त्वात् इति चेत् उच्यते सत्यम् अस्ति वादिनः धूमवत्ता निश्चयः कथं पठति एवं पठनीयं भगिनि धूमवत्ता निश्चयस्य तदभावत्ता निश्चयमुद्रया विरोधिनः तदात्मनि सत्त्वात् इति चेत् उच्यते सत्यम् सत्त्वात् इति चेत् सत्त्वात् इति चेत् उच्यते सत्यम् सत्यमस्ति इति न पठनीयम् सत्यम् अत्र वादिनी धूमवत्ता निश्चयः अस्ति इति कृत्वा तदभावत्ता निश्चयमुद्रया विरोधिनः तदात्मनि सत्त्वात् इत्युक्ते तत्र तादृशविरोधः न जायते विरोधात्मकज्ञानं न जायते इति तु सत्यं किन्तु अस्ति वादिनः धूमवत्ता निश्चयः भवति च सः अन्यत्र धूम अभाववत्ता निश्चयं प्रति प्रतिबन्धकः अग्रे प्रकृते तु प्रकृते तु वादिनः सः निश्चयः इच्छाजन्यः आहार्यः इत्युच्यते. अतः एव एतस्य एतादृशभ्रमात्मकज्ञानस्य नाम अस्ति आहार्यः, आहार्यज्ञानम्. आहार्यज्ञानं मीन्स् यु आर् वालण्टरिलि टेकिङ्ग्. ओके, यु आर् क्रियेटिङ्ग् ए भ्रमात्मकज्ञानम् आस् दो. यद्यपि भवत्या कृते मम पार्श्वे पुस्तकमस्ति इति निश्चयात्मकज्ञानमस्ति, तथापि अत्र निरूपणीयः इति आशा अस्ति इति कृत्वा तया आशया इच्छया आहार्यज्ञानम् उत्पादयति स्वस्मिन्. यु आर् क्रियेटिङ्ग् ए भ्रमात्मकज्ञानम् which becomes a pratibandhaka for this nischayatmaka jnanam, and you are asking as though you are yourself doubtful. Tarhi katham va pustakam nasti chet katham va maya patyate. So you are asking this question even though you have the nischayatmaka jnanam, but you are creating, you are temporarily suspending that nischayatmaka jnanam. Dhumavatta nischayaha asti भवति सः अन्यत्र धूम अभवत्तानिश्चयं प्रति प्रतिबन्धकः. सो ईवन् दो दिस् धूमवत्तानिश्चयः विच् यु हाव् विल् बिकम् अ प्रतिबन्ध टु धूम अभवत्तानिश्चय, बट् यु केन् वालण्टरिलि टेक् इट् अप् कृत्वा चिन्तनम् इति तर्के उच्यते. कृत्वा चिन्तनं यथा ह्यस्तनवर्गे वेदान्ते अस्माभिः पठितम्, अत्र किं पठितं, कर्तृत्वभोक्तृत्व अतिरिक्त कर्तृत्वभोक्तृत्व अतिरिक्त अल कर्तृत्वभोक्तृत्वजीव अतिरिक्तसाक्षी अस्ति इति बोद्धुं प्रमाणं नास्ति, तथापि इति यथा अत्र पर्वते वह्निः अस्ति इति ज्ञानमस्ति, तथापि पूर्वपक्षिणा प्रतिवादिना न अङ्गीकृतः, अपि च मम आशा अस्ति तेन सह तर्कः मया करणीयः इति कृत्वा एतादृशवाक्यम् अहं वदामि. पुनः प्रश्नं पृच्छामि, यदि मयि पुस्तकं नास्ति तर्हि कथं वा मया पठ्यते, यदि पर्वते वह्नि अभावः तर्हि धूमाभावः अपि स्यात् किन्तु धूमः अस्ति तर्हि तत् कथम् इति आहार्यज्ञानं प्रथमम् उद्घट्यते. अग्रे तस्य उत्पत्तिक्रमं शास्त्रे इत्थं वर्णयन्ति. तस्य इत्युक्ते कस्य? आहार्यज्ञानस्य. उत्तमम्. आहार्यज्ञानस्य अथवा आहार्यस्य उत्पत्तिक्रमं शास्त्रे इत्थं वर्णयन्ति. अस्तु अग्रे. प्रथमक्षणे तूमवत्तानिश्चयः चैत्रक्षणे वादिनः मनसि उत्पद्यते, ततः पर्वते धूमवत् पूर्वमेव अस्ति खलु पर्वतः धूमवान् इति निश्चयः चैत्रक्षणे प्रथमक्षणे अस्ति अस्ति पूर्वमेव ततः उत्पद्यते इति वक्तव्यं. ततः पर्वते धूमवत्ता निश्चयः मे भूयात् धूम अभाववत्ता. धूम अभाववत्ता निश्चयः मे भूयात् इति इच्छा. द्वितीयक्षणे मे भूयात् एतत् इच्छा, धूम अभाववत्ता इच्छा मे भूयात् इति. सो ही इस् वालण्टरिलि टेकिङ्ग् आन् हिम्सेल्फ् दिस् अभाव. धूम अभवत्ता निश्चयः मे भूयात्. मे ऐ हाव् दि निश्चय दट् देर् इस् नो धूम, देर् इस् नो धूम अभावत्ता निश्चयः, निश्चयमुद्रा खलु. सि दट् कैण्ड् आफ् मुद्रा मे भूयात् इति. अग्रे तृतीयक्षणे अनया इच्छया बाधज्ञानस्य प्रतिबन्धकतयाः विघटनं भवति. प्रतिबन्धकतायाः विघटनं भवति. अनया इच्छया बाधज्ञानस्य, इदानीं बाधज्ञानः अस्ति धूम अभाववत्ता अभाववत् इति, तत् तस्य विघटनं भवति इत्युक्ते निश्चयस्य विघटनं भवति. ओके, निश्चय अत्र निश्चयः कः आसीत्? पर्वतः वह्निमान् इति. तर्हि तद् पर्वतः वह्निमान् इति निश्चयः कया मुद्रया जातः? धूमवत्ता. धूमवत्ता निश्चयमुद्रया पर्वतः वह्निमान् इति ज्ञानं जातम्. इदानीं किं वा मया आहार्यते? धूम अभाववत्ता निश्चयः. तर्हि तया मुद्रया, धूम अभाववत्ता निश्चयमुद्रया पर्वतः धूमवान्, पर्वतः वह्निमान् इत्यस्य विघटनं भवति. पर्वतः वह्निमान् इति ज्ञानं भवेत् वा पर्वतः धूमवान् इति ज्ञानस्य विघटनं भवति वा? तद् न बुद्धं. धूम अभाववत्ता निश्चयमुद्रया बाधज्ञानस्य प्रतिबन्धकतायाः विघटनं भवति. तर्हि धूमवान् पर्वतः इति ज्ञानस्य विघटनं भवति इति न वा? एकनिमिषम्. पर्वतः धूमवान् इति प्रत्यक्षेण ज्ञायते. हा सत्यं, पर्वतः वह्निमान् इति नास्ति, पर्वतः धूमवान् इति ज्ञानम् इति प्रत्यक्षज्ञानस्य विघटनं जायते. सो यु आर् टेम्पररि सस्पेण्डिङ्ग् दट् प्रत्यक्षज्ञानम्. अस्तु, ततः ततः प्रतिबन्धकाभावात् पर्वतः धूम अभाववान् इति निश्चयः. यद् यद् रमेशमहोदयेन उक्तं तत्र साक्षात् दत्तमस्ति, पर्वतः धूम अभाववान्. पूर्वं कः निश्चयः आसीत्? पर्वतः धूमवान् इति निश्चयः. इदानीम् अत्र आहार्यज्ञानेन इच्छया पर्वते धूम अभाववत्ता निश्चयः मे भूयात् इति इच्छया पर्वतः धूम अभाववान् इति निश्चयः जातः भ्रमात्मकः. इदानीम् एषः निश्चयः एव भ्रमात्मकः अस्ति. अण्ड् इट् इस् वालण्टरिलि टेकन्. खलु? उत्तमं. तर्हि भ्रमात्मकनिश्चयः जायते, तेन निश्चयेन इदानीं तया तेन प्रष्टुं शक्यते यदि पर्वते वह्नि अभावः स्यात् तर्हि धूम अभावः अपि स्यात् इति. अस्तु, अग्रे इदानीं धन्यवादः भगिनि. अग्रे रमेश महोदय, किं नाम आहार्यज्ञानं? तर्हि तद् वाक्यपूर्णं, यदि यदि पर्वतः वह्नि धूम अभाववान् इति वाक्यस्य पूर्वम् एव एतत् भवेत् इति वा? सत्यं सत्यं. बिकास् इफ् दट् यदि एतादृशज्ञानं न भवति, आहार्यज्ञानं न भवति, तर्हि वाक्यमेव सः न वदति, वक्तुमपि न शक्यते तस्मिन्. सत्यं, यदि पर्वतः धूमवान् इति ज्ञानं भवेत् तर्हि तद् पर्वतः धूम अभाववान् इति चिन्ता अपि न भवितुमर्हति इति. सत्यम्, एतत् सर्वं भवेत् सत्यं. That's what I said. If I am falsely accusing Satyabhama Bhagini that she doesn't have a book, and if she knows that she has a book, she will dismiss me. She will not even desire to have a tarka with me. She will not even have the desire to prove anything to me. Because she knows. Mama Parshve Pustakam Asti Iti Sarat Samyak Janati. But somehow she has to prove to me. For her to prove to me, she has to suspend this pratyaksha jnanam, and then based on that suspension there will be a question, counter question that will arise. Yadi mama parshve pushtakam nasti tarhi katham va maya patyate, as though she has a doubt. If you look at the akara of this question, yadi pushtakam nasti tarhi katham va maya patyate, it is as though she is having a doubt and she is asking me a question. The fact of the matter is she actually wants to prove to me. but the akara of the question is as though she has a doubt. Without book, how can he study? That question can be asked by two people. If somebody has really not bought the book, and if I am asking that person to read, tarhi pustakam vina katham va maya patim tachyate iti prashnah bhavitum arhati. Kintu idanim pustakam asti tathapi pustakam vina katham va maya patim tachyate iti prashnah kriyate chet idanim tarkah kriyate. That is the difference between the statement is the same. If the person really does not have a book, he can make this statement. But a person who has got the book, if he is making that statement, then he is doing tarka with me in order to make me understand. In order to prove to me that they have the book, he is asking the question. Anaya ichaya eva purva jnanasya vighatanam bhavati khalo. Anaya ichaya atre brahmatmaka jnanam bhavati. Brahmatmaka jnanam kim? पर्वतः धूम अभाववान् इति ज्ञानं पर्वतः धूम अभाववान् इति ज्ञानेन पर्वतः धूमवान् इति ज्ञानस्य विघटनं भवति. धूम अभाववान् इति ज्ञानस्य विघटनं भवति न तद् एतदेव अहं चिन्तितवती. धूमवान् इति ज्ञानस्य विघटनं भवति तदेव उत्तमं खलु. तदेव चिन्तितवती. तर्हि पर्वतः धूमवान् इति ज्ञानस्य विघटनं केन भवति इति चेत् पर्वतः धूम अभाववान् इति निश्चयेन. स च निश्चयः भ्रमात्मकः अस्ति. तर्हि मयि अत्र प्रत्यक्षेन अहं जानामि इति कृत्वा पर्वतः धूमवान् इति निश्चयः अस्ति. तर्हि कथं पर्वतः धूम अभाववान् इति निश्चयः मयि जायते इति चेत् पर्वते धूम अभाववत्ता निश्चयमुद्रा मे भूयात् इति इच्छा. ऐ एम् वालण्टरिलि थिङ्किङ्ग्. ऐ एम् चीटिङ्ग् मै सेल्फ् देर् फोर् इति वक्तव्यम् अत्र प्रक्रियार्थम्. अदर्वैस् यू केनाट् एस्टाब्लिश् हौ इवन् तर्क टेक्स् प्लेस्. लैक् ऐ टोल्ड् यू, you have the book in front of you, you know very clearly you have the book with you. If I tell you you don't have the book, you will be dismissive of me. You won't even be interested in having an argument with me. You are stupid, you will say and walk away. But because you are having an argument with me, and a person who has got nischayatmaka jnanam cannot enter into an argument, you have to somehow say that nischayatmaka jnanam तस्य प्रतिबन्धः जातः. केन? विपरीतज्ञानेन. पर्वतः धूमवान् इति निश्चयात्मकस्य प्रतिबन्धः जातः. केन ज्ञानेन? पर्वतः धूम अभाववान् इति निश्चयेन. तर्हि तादृशनिश्चयः कथं जातम् इति चेत् इच्छया जातम्. तद् आहार्यज्ञानं. यु वालण्टरिलि अस्यूम् सम्थिङ्ग्. अस्तु, अग्रे महोदय. रमेश महोदय. महोदय, एकः संशयः अस्ति. तत्र प्रतिबन्धकः ज्ञानं भवेत्, धूम पर्वतः धूमवान् इति यत् प्रतिबन्धकज्ञानम् आसीत् तस्य इच्छया तस्य विघटनं भवति. विघटन इच्छा एव विघटनं करोति खलु. यदि प्रतिबन्धकज्ञानम् अस्ति चेत् द्वितीयज्ञानस्य सम्भावना अपि न भवति. प्रथमं प्रतिबन्धकज्ञानस्य विघटना भवेत्, तत्पश्चात् प्रतिबन्धकत्वं निरूपयतु. प्रतिबन्धकज्ञानस्य इदानीं ज्ञानस्य आकारः कः? प्रथमज्ञानमस्ति पर्वतः धूमवान् इति ज्ञानमस्ति मम आत्मनि. अस्तु, तत्पश्चात् मम इच्छा अस्ति मम मनसि मम आत्मनि किं धूम अभाववत्ता निश्चय मम भूयात् इति इच्छा भवेत्, तत्पश्चात् एव तद् यत् प्रतिबन्धकज्ञानमस्ति तस्य विघटनं भवति. यदा इदानीं किञ्चित् वक्तव्यं भवता, यदि इच्छा धूम अभवत्ता निश्चयः मे भूयात् इति इच्छा अस्ति चेत् सा इच्छा इच्छायाः विषयः एव प्रतिबन्धकः भवति खलु. प्रतिबन्धकः न भवति इति अहं चिन्तयामि, तदेव विघटनस्य कारणं भवति इति. न, कस्य विघटनस्य कारणं? पर्वतः धूमवान् इति ज्ञानस्य विघटनस्य कारणं भवति. सत्यं. तर्हि पर्वतः वह्निमान्, पर्वतः धूमवान् इति ज्ञानस्य विघटनं जायते केन? इच्छया जायते. इच्छया जायते. तर्हि तत्र प्रतिबन्धकत्वं कुत्र अस्ति? इच्छायाः विषये एव अस्ति प्रतिबन्धकत्वमस्ति खलु. इच्छायां प्रतिबन्धकत्वम् अस्ति इति अहं तत् कथम्? इच्छायां प्रतिबन्धकः अस्ति वा? न, पूर्वं मयि निश्चयात्मकज्ञानमस्ति. आम्, तादृशनिश्चयात्मकज्ञानस्य प्रतिबन्धः भवेत्. ज्ञानस्य प्रतिबन्धः प्रतिबन्धः न भवेत् इति इच्छा खलु. न, तर्हि प्रतिबन्धकत्वं निरूपणीयं. कुत्र प्रतिबन्धकम् अस्मि, कस्मिन् विषये प्रतिबन्धकत्वम्? इदानीं तत्र जलम् उपरि अस्ति इति चिन्तयतु, वाटर् टेङ्क्. तत्र काष्ठविशेषे काष्ठविशेषः एव प्रतिबन्धकः. काष्ठविशेषे प्रतिबन्धकत्वं किं प्रति इति चेत् जलश्रवणं प्रति प्रतिबन्धकत्वं काष्ठविशेषे. एवम् अत्र वदतु. तत्र पर्वतः धूम अभाववान् इति ज्ञानं प्रति पर्वतः धूमवान् इति निश्चयः एव प्रतिबन्धकः अस्ति. मम मनस् मम आत्मनि यदा इच्छा जायते एतत् तया इच्छया किं भवति? तया इच्छया किं भवति? मम मनसि यत् प्रतिबन्धकज्ञानम् अस्ति तद् तस्य विघटनं भवति. तर्हि मम मनसि इदानीं पर्वतः धूमवान् इति यद् निश्चय यद् निश्चयज्ञानम् आसीत् तद् इदानीं न भवति. अस्तु, एवं वक्तुमिच्छति. अत्र पर्वतः धूमवान् इति ज्ञानं प्रतिबन्धकम् अस्ति. किं प्रति? पर्वतः धूम अभाववान् इति ज्ञानं प्रति पर्वतः धूमवान् इति ज्ञानं प्रतिबन्धकमस्ति. तर्हि प्रतिबन्धकत्वं कुत्र अस्ति? पर्वतः धूमवान् इति ज्ञाने प्रतिबन्धकत्वम् अस्ति. तादृशप्रतिबन्धकतया प्रतिबन्धकतयाः प्रतिबन्धकतायाः प्रतिबन्धकता कुत्र अस्ति? पर्वतः धूमवान् इति ज्ञाने प्रतिबन्धकता अस्ति. तर्हि पर्वतः धूमवान् इति ज्ञाने विद्यमानप्रतिबन्धकतायाः विघटनं पर्वते धूम अभाववत्ता निश्चयः मे भूयात् इति इच्छया जायते इति भवान् वक्तुमिच्छति. आम् महोदय, तदेव. समीचीनम्, समीचीनम्. अस्तु, तर्हि अत्र प्रतिबन्धकता कुत्र अस्ति इति चेत् अत्र सर्वे लिखन्तु. पर्वतः धूमवान् इति निश्चये अस्ति प्रतिबन्धकता. किं प्रति? पर्वतः धूम अभाववान् इति ज्ञानं प्रति. पर्वतः धूमवान् इति ज्ञानं प्रतिबन्धकमस्ति इति कृत्वा पर्वतः धूमवान् इति ज्ञाने प्रतिबन्धकता वर्तते. तादृशप्रतिबन्धकतायाः विघटनं केन जायते? पर्वतः धूम अभाववत्ता निश्चयः मे भूयात् इति इच्छया. इच्छायाः विषयः कः इति चेत् पर्वतः धूम अभाववान् इति निश्चय इति विषयः. तद् आहृतः आहार्यः इत्युक्ते अत्र स्वतन्त्रतया मया स्वीकृतमस्ति आहृतमस्ति इति कृत्वा तया इच्छया अत्र विघटनं जायते. प्रतिबन्धकतायाः विघटनं जायते ततः प्रतिबन्धक अभावात् इत्युक्ते पर्वतः धूम अभाववान् इति ज्ञानं जातुं प्रतिबन्धकः नास्ति इति कृत्वा पर्वतः धूम अभाववान् इति निश्चयः उत्पद्यते. समीचीनम्. यदा तादृशनिश्चय उत्पद्यते तदा यदि पर्वतः वह्नी अभाववान् इति वाक्यं प्रयोक्तुं शक्यते. उत्तमम्. तत्रैव ज्ञानं विना वाक्यं न रचयितुं शक्यते इति कृत्वा पर्वतः धूम अभाववान् इति ज्ञानं विना भ्रमात्मकज्ञानं किन्तु निश्चयात्मकज्ञानं तादृशज्ञानं विना एतादृशप्रश्नः न कर्तुं शक्यते. अतः आहार्यः इति उक्तम्. हि इस् वालण्टरिलि अस्यूमिङ्ग् अ भ्रमात्मकज्ञानम् अण्ड् आस्किङ्ग् दिस् क्वश्चन्. अस्तु, अग्रे पठतु महोदय. किं नाम आहार्यज्ञानम्? किम् इदम् अनुभवसंवेद्यम्? ओम् तत्र इदम् उदाहरामः. अस्ति कश्चित् बालः, स च दशमकक्षया परीक्षां लिखितवान्. गणितविषये दैववशात् अनुत्तीर्णः, तेन च निर्विण्णः. न खादति, न पिबति, न अपि स्वपति. ईदृशीं दशां तस्य वीक्ष्य तन्माता ताम् आश्वासयति, मा खेदं याहि. परीक्षकाणां प्रमादात् कदाचित् एवं विधा स्थितिः आपन्ना स्यात्. पिता अङ्कसंशोधनाय आवेदनम् अकरोत्. अचिराद् एव तथ्यं विद्मः, त्वं च उत्तीर्णः भवसि परीक्षाम् इति. अग्रे पठतु महोदय. तादृशं मातुः वचनं श्रुत्वा बालस्य कदाचित् अहं परीक्षाम् उत्तीर्णः इति निश्चयः उत्पद्यते. तस्यापि खलु बाधनिश्चयः पूर्वमस्ति. तथापि मातुः वचन अवशात् उत्तीर्णः अहम् इति मम निश्चयः भूयात् इति इच्छा तस्य उत्पद्यते. ततः अहम् उत्तीर्णः इति च निश्चयः. एषः निश्चयः आहार्यनिश्चयः इत्युच्यते. बाधज्ञाने सति अपि इच्छायां सत्यां यः प्रतिबद्ध्यः निश्चयः उत्पद्यते सः एव आहार्यनिश्चयः. अस्तु, अत्र सर्वं सरलमेव. तर्हि अत्र बाधज्ञाने सत्यपि इच्छायां सत्यां यः प्रतिबन्धः निश्चयः प्रतिबद्धः निश्चयः उत्पद्यते सः एव आहार्यनिश्चयः इति अत्र उदाहरणं स्वीकृत्य एतद्वाक्यं प्रतिपादयति वा? बाधज्ञाने अत्र बाधज्ञानं किम्? अहम् उत्तीर्णः न भवामि इति बाधज्ञाने. हा, अहं न उत्तीर्णः इति एव वास्तविकज्ञानं. तादृशज्ञानमस्ति. अहम् अत्र गणितशास्त्रं न उत्तीर्णः इति बाधज्ञानमस्ति. तादृशबाधज्ञाने सत्यपि अग्रे इच्छायां, हा, इच्छायाः विषयः कः? तत्र इच्छायाः अथवा इच्छायाः आकारः कः? अहम् उत्तीर्णः, अहम् उत्तीर्णः, अहम् उत्तीर्णः निश्चय मम आत्मनि भवेत् इति इच्छा वा? हा, अहं परीक्षाम् उत्तीर्णः इत्याकारकम् इच्छा. दट् इस् वाट् हि डिसैर्स्. वास्तविकस्थितिः तु तेन परीक्षा न उत्तीर्णा, किन्तु तस्य इच्छा किम्? अहं परीक्षाम् उत्तीर्णः इति इच्छा. तादृश इच्छायां सत्यां, सत्यां यः प्रतिबद्धः निश्चयः तस्य आकारः कः? अहम् उत्तीर्णः इति यः निश्चयः उत्पद्यते, यः प्रतिबद्धनिश्चयः, प्रतिबद्धः निश्चयः किम् इति चेत् अहं परीक्षाम् उत्तीर्णः इति निश्चयः, तदेव प्रतिबद्धः खलु. तर्हि प्रतिबन्धकनिश्चयः कः आसीत्? अहं परीक्षां न उत्तीर्णः. उत्तमम्. हा, अहं परीक्षां न उत्तीर्णः इति प्रमात्मकज्ञानम्, वास्तविकज्ञानं तदेव. किन्तु यद्यपि तादृशज्ञानमस्ति बन्धबाधज्ञाने सत्यपि इच्छायां सत्याम् अहं परीक्षाम् उत्तीर्णं भूयात् इति इच्छा, भूयासम् इति इच्छा. सत्यां यः प्रतिबद्धः निश्चयः अहं परीक्षाम् उत्तीर्णः इति निश्चयः उत्पद्यते अग्रे, सः एव आहार्यनिश्चयः. तर्हि अत्र आहार्यनिश्चयस्य आकारः कः? अहम् उत्तीर्णः इति निश्चयः, परीक्षाम् उत्तीर्णः, अहं परीक्षाम् उत्तीर्णः इति निश्चयः एव आहार. तदेव स्थूलाक्षरैः प्रथमपङ्क्तौ दत्तमस्ति, अहं परीक्षाम् उत्तीर्णः इति आहार्यनिश्चयः. उत्तीर्णः अहम् इति मम निश्चयः भूयात् इति इच्छा. तर्हि प्रतिबन्धकज्ञानम् अहं परीक्षां न उत्तीर्णः, प्रतिबद्धज्ञानम् अहं परीक्षाम् उत्तीर्णः. इच्छा का? उत्तीर्णः अहम् इति मे निश्चयः भूयात् इति इच्छा. तादृश इच्छायां सत्यां सः प्रतिबद्धः निश्चयः अहं परीक्षाम् उत्तीर्णः इति निश्चयः उत्पद्यते, सः एव आहार्यनिश्चयः. अस्तु, इति अस्ति. समयः जातः. अस्तु, अग्रिमे वर्गे इतोपि अग्रेसरेम्. इतोपि किञ्चित् अस्ति इत्युक्ते अत्र तर्क उत्पत्तौ क्षणप्रक्रिया तर्ककारणानि इति सो दे आर् रियलि ब्रेकिङ्ग् इट् डौन् अण्ड् ट्रैङ्ग् टु से एक्साक्ट्लि हौ दि मेकानिक्स् हेपन् किन्तु अत्र सामान्यज्ञानमस्ति चेत् सर्वं विवृणोतुं शक्यते अस्तु अत्र स्थगयेन सर्वेभ्यो नमस्कारः धन्यवादाश्च